पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 29 शेष उवाच ते तु तादवच श्रुत्वा हर्षिताः सम्प्रहारिणः तदेत्यूजुर्महाराजं रामदर्शनलालसं पुत्रावूजुः राजन् भवत्पदां भोजान्नान्यं जानीमहे वयं यत्तव स्वान्ततो जातं तद्भवत्वद्य वेगदः अश्वोऽयं नीयदां तत्र शितचामरभूषितः रत्नमालादिशोभाढ्यश्चन्दनादिकचर्चितः राज्यमाज्ञाफलं स्वामिन् कोशा बहुसमृद्धयः वासांसि सुमहार्हाणि सूक्ष्माणि सुखाणि च चन्दनं चन्द्रकं चैव वाजिनः सुमनोहराः हस्तिनस्तु मदोद्धुदा रथा काञ्चन कूबराः विचित्रतरवर्णादिनानाभूषणभूषिताः दास्यशतसहस्रं च दासाश्च सुमनोरमाः मणयः सूर्यसङ्काशा रत्नानि विविधानि च मुक्ता फलानि शुभ्राणि गजकुम्भभवानि च विद्रुमाशतसाहस्रा यद्यद्वस्तु महोदयं तत्सर्वं रामचन्द्राय देहि राजन्महामदे सुधानस्मान् किङ्करान्नः सर्वानर्पय भूपते कथं न कुरुषे राजं तदधीनं नृपासनम् शेष उवाच इति पुत्रवच श्रुत्वा हर्षितो भून्महीपतिः उवाच च सुतान्वीरान् स्ववाक्यकरणोद्यतान् राजोवाच आनयन्तु हयं सर्वे सन्नद्धाः शस्त्रपाणयः नानारथपरिवारास्ततो यास्ये नृपं प्रति शेष उवाच इति राज्ञो वच श्रुत्वा विचित्रो दमनस्तथा सुकेधुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः ते गत्वाधपुरीं शूरा वाजिनं सुमनोरमं सितचामरसंयुक्तं स्वर्णपत्राद्यलङ्कृतम् रत्नमालाविभूषाढ्यं चित्रपत्रेण शोभितं विचित्रमणिभूषाढ्यं मुक्ताजालस्वलङ्कृतम् रज्ज्वाधृतं महावीरैः पूर्वधः पृष्ठदो भटैः महाशास्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः सिद्धातपत्रमस्योच्चैर्भादिमूर्धनिवाजिनः सुचामरद्वयं यस्य ध्रियते पुरदो मुहुः कृष्णागर्वादिधूपैश्च धूपिदं वायुवेगिनं राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रदोः तमानीदं हयं दृष्ट्वा रत्नमालाविभूषितं मनोजवं कामरूपं जहर्ष मदिमान्नृपः जगामपद्भ्यां शत्रुघ्नं राजचिह्नाद्यलङ्कृतः स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः ययौ कर्तुं धनानां स सद्वयं चलगामिनां येदद्विनश्वरं मत्वा दुःखदं सकृचेदसां शत्रुघ्नं स ददर्शाध चिदच्छत्रेण शोभितं चामरैर्विज्यमानं च सेवकैः पुरतस्थितैः सुमतिं परिपृच्छन्तं रामचन्द्रकथानकं भयवार्ताविनिर्मुक्तं वीरशोभास्वलङ्कृतं वीरैकोटिभिराकीर्णं वाजिपालनकाङ्क्षिभिः वानराणां सहस्रैश्च समन्तात् परिवारितं दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः धन्योऽहमिति संहृष्टो वदन् रामैकमानसः शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम् उद्धायासनतः सर्वैः भटैर्दोर्भ्यां ससस्वजे दृढं सम्पूज्य राजा तं शत्रुघ्नं परवीरः उवाच हर्षमापन्नो गद्गदस्वरया गिरा सुबाहुरुवाच अद्य धन्योऽस्मि ससुधः सकुटुम्भः सवाहनः यद्युष्मचरणौ द्रक्ष्ये नृपकोटिभिरीडितौ अज्ञानिनासुदेनायं गृहीतो वाजिनां वरः दमनेनानयं त्वस्य क्षमस्व करुणानिधे न जानादि रघुतंसं सर्वदेवाधिदैवतं लीलया विश्वस्रष्टारं हन्तारमपि पालकम् इदं राज्यं समृद्धाङ्गं समृद्धबलवाहनम् इमे कोशाधनैः पूर्णा इमे पुत्रा इमे वयं सर्वे वयं रामनाथास्त्वदाज्ञाप्रतिपालकाः गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम् क्वासौ हनुमान् रामस्य चरणाम्भोजषट्पदः यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनं साधूनां सङ्गमे किं किं प्राप्यतेन महीतले यत्प्रसादादहं मूढो ब्रह्मशापमतीतरं दृष्ट्वा त्वद्य महाराजम् पद्मपत्रनिभेक्षणं प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च मम तावद्गतं चायुर्बहुरामवियोगिनः स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमं मह्यं दर्शयतं रामं यज्ञकर्मविचक्षणं यदङ्घ्रिरचसा पूता शिलाभूता मुनिप्रिया काकः परं पदं प्राप्तो यद्बाह्णस्पर्शनात् खगः अनेके यस्य वक्त्राब्जं वीक्ष्य सङ्ख्ये पदङ्गदाः ये त्वस्य रघुनाथस्य नाम गृह्णन्ति सादराः ते यान्ति परमं स्थानं योग्येभिर् यद्विचिन्त्यते धन्यायोग्या भवालोका ये राममुखपङ्कजं स्वलोचनपुडैः पीत्वा सुखं यान्ति महोदयम् इति सम्भाष्य नृपदिं वाहं राज्यं धनानि च सर्वं समर्प्य चावोचत् किङ्करोऽस्मि महीपदे इति वाक्यं समाकर्ण्य राज्ञः परपुरञ्जयः प्रत्युवाचेदि तं भूपं वाग्मी वाक्यविशारदः शत्रुघ्न उवाच कथं राजन्निदं ब्रूषे त्वं वृद्धो मम पूजितः सर्वं त्वदीयं त्वद्राज्यं दमनो विदधात्वयम् क्षत्रियाणामिदं कृत्यं यत्सङ्ग्रामविधायकं सर्वं राज्यं धनं चेदं प्रदियातु ममाज्ञया यथा मे रघुनाथस्तु पूज्यो वाङ्मनसा सदा तथा त्वमपि मत्पूज्यो भविष्यसि महीपदे भवान् सज्जो भवत्वद्य हयस्यानुगमं प्रति सन्नद्धकवची खड्गी गजाश्वरथसंयुधः इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतिः पुत्रं राज्येऽभिषेच्यैव शत्रुघ्नेन सुपूजितः महारथैः परिवृतो निजं पुत्रं रणाङ्गणे पुष्कलेन हतं भूपः संस्कृत्य विधिपूर्वकं क्षणं शुशोचतत्त्वज्ञो लोकदृष्ट्या महारथः ज्ञानेनाशयच्छोकं रघुनाथमनुस्मरन् सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः अजगामसशत्रुघ्नं महारथिपुरस्कृतः राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितं गन्तुं चकारदिषणां हयवर्यस्य पालने सोऽश्वो विमोचितस्तेन बाले पत्रेण जिह्निदः वामावर्तं भ्रमन् प्रायात् पौर्वाञ्चनपदान् बहून् तत्र तत्रत्य भूपालैर्महाशूराभिपूजितैः प्रणधिक्रियते तस्य न कोऽपि तमगृह्णत केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महद केचिद्धनं जनं केचिदानीय प्रणमन्दितम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य सुबाहुना सह निर्याणं नाम एकोनत्रिंशोऽध्यायः ॐ